नमस्सर्वेभ्यः. पुनः अस्माकं नूतनपाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानः विषयः अस्ति पाणिनीयसूत्रं कथं पठनीयम् इति विषयः अनुवर्तते. किञ्चिदेव पुनरावर्तनं कृत्वा अग्रे सरेम. एतावता पाणिनीयसूत्रं कथं पठनीयम् इत्यस्मिन् विषये अस्माकम् उदाहरणमासीत् इको यणचि इति सूत्रम्. अस्माकं प्रथमं सूत्रं तद् वयं दृष्टवन्तः. इको यणचि इति सूत्रे त्रीणि पदानि सन्ति, इकः, यण, अचि. तर्हि एतस्य सूत्रस्य अर्थः कः इति कथम् अवगन्तुं शक्नुमः इति चेत्, इकः इति तत्र इकः इति षष्ट्यन्तं पदमस्ति, यण् इति प्रथमान्तम् अस्ति, अचि इति सप्तम्यन्तं पदमस्ति. यथात्र हल् हलन्तप्रातिपदिकमस्ति चेत् इकः इति षष्ट्यन्तं भवति, यण् प्रथमान्तम्, अचि इति सप्तम्यन्तम्. तर्हि अत्र अष्टाध्यायाम् एतस्य सूत्रस्य अर्थः कः इति गीताञ्जलि भगिनी वदति वा? आं भगिनि, आं भगिनि, प्रश्नः कः? इको यणचि इति सूत्रे त्रीणि पदानि सन्ति, इकः, यण्, अचि. अनन्तरं संहितायाम् इति अपि अस्ति. तर्हि तस्य अर्थः कः? अर्थः इकः इत्युक्ते षष्ट्यन्तम् इत्युक्ते स्थाने, यण् इत्युक्ते प्रथमविभक्ति इत्युक्ते आदेशः, अचि सप्तम्यन्तम् इत्युक्ते पूर्वकार्यं. तदनन्तरं यदि अचि परे इकस्थाने यण् आदेशः, संहितायाम् इत्युक्ते अतीवसमीपे. बहु सम्यक्, उत्तमं. तर्हि इदानीम् अत्र इदि इति योगः एव इति उदाहरणम्, इति योगः एव. तस्मिन् उदाहरणे कथम् एतत् सूत्रं कार्यं करोति? इति योगः एव इत्येव इति इकार अन्ते प्रथमपदान्ते परे ए स्वरः अस्ति, अच् प्रत्ययः समूहः सदस्य अस्ति. तदनन्तरं प्रत्याहारः खलु, अच् प्रत्याहारस्य सदस्य अस्ति. तदनन्तरम् इ स्थाने य आदेश भवति इत्यैव इति निष्पन्नं भवति. हा, तत्र एव इत्यस्य एकारः कीदृशवर्णः? ए किं वर्णः इत्युक्ते अत्र इति एव इति योगः एव, तत्र कारणं किं, केन कार्यं भवति? निमित्तम् अचि ए इका इ परे अच् प्रत्याहारसदस्य अस्ति चेत् इकारस्थाने य आदेशः भवति. सम्यक्, बहु सम्यक्, उत्तमं भगिनि, बहु समीचीनम्. एतत् पर्यन्तं सर्वे अवगतवन्तः खलु, इकः इति षष्ट्यन्तं स्थाने अस्ति इत्युक्ते तस्य स्थाने यण् इति आदेशः भवति. इकः इत्युक्ते प्रत्याहारः, माहेश्वरसूत्रेषु प्रत्याहारः इक् इति प्रत्याहारे इ उ ऋ एते वर्णाः अन्तर्भूताः, यण् प्रत्याहारे य व र ल एते वर्णाः अन्तर्भूताः. तर्हि इकः स्थाने यण् इति आदेशः कदा भवति? यदा अच् वर्णः परः अस्ति. अच् इति अपि प्रत्याहारः अस्ति, अच् प्रत्याहारे सर्वे स्वराः अन्तर्भूताः. तर्हि अत्र कार्यं तदा एव भवति यदा कारणमस्ति. कारणं किम्? अच्. तर्हि अस्माकम् उदाहरणे इति योगः एव इत्यस्मिन् उदाहरणे इति इत्यस्य अन्ते इकारः अस्ति, इकारः इक् प्रत्याहारे अस्ति, अपि च तस्य अनन्तरम् एव इत्यस्मिन् पदे आदौ एकारः अस्ति, एकारः स्वरवर्णः, तर्हि अचि इति स्वरवर्णः, तर्हि एव इत्यस्य एकारात् पूर्वं कार्यं भवति। कुत्र भवति? इकः, इकः स्थाने भवति। कीदृशकार्यम्? अत्र यण् इति प्रथमान्तमस्ति, प्रथमान्तम् इत्युक्ते अत्र आदेशः, अतः षष्ट्यन्तं पदस्य स्थाने यण् इति आदेशः भवति, तर्हि इकारस्य स्थाने यकारः आगच्छति इति इत्येव इति रूपम्, इकारस्य यकारः अनन्तरं योजनम् इत्येव इति। एतावता इको यणचि इति सूत्रात् वयं प्रथमविभक्तिः अत्र आदेशः, षष्टिविभक्तिः स्थाने, सप्तमीविभक्तिः पूर्वकार्यं सर्वम् अवगतवन्तः। तदनन्तरम् अस्माकम् अन्यत् सूत्रम् अस्ति, प्रथमविभक्तिः इत्युक्ते आदेशः अपि च आगमः अपि च नामकरणम्। आदेशः इत्यस्य उदाहरणम् आसीत् इको यणचि, इदानीम् आगमः इत्यस्य उदाहरणं किम् इति चेत् अत्र वयं दृष्टवन्तः लुङ्ग्लाङ्ग् रिङ्ग् ष्वडुदात्तः इति सूत्रेण आगमः भवति, अट् इति आगमः, अट् इति आगमः यथा वयं जानीमः लङ्लकारे अकादत्, अलिखत्, अपृच्छत्, सर्वत्र आदौ यः अकारः श्रूयते स अकारः आगमः अस्ति। तर्हि अत्र लुङ्ग्लाङ्ग् रिङ्ग् एकं क्लेशः अस्ति, पश्यति वा किम्? इको यणचि अचि परे कोऽपि अचुवर्ण वा असवर्ण अचुवर्ण वा? कोऽपि अचुवर्णः, सवर्णे असवर्णे किमपि नास्ति, कोऽपि अचुवर्णः, केवलं सूत्रे अचि इत्येव दत्तमस्ति खलु। अत्र हा कीदृश अचुवर्णः इत्युक्ते तस्य विषये इदानीं चिन्ता मास्तु, असवर्णे अचि सम्यक्, असवर्णे अचि इति एव सम्यक् अस्ति, यतोहि इकारस्य अनन्तरम् इकारः अस्ति चेत् तत्र अकः सवर्णे दीर्घः इत्यनेन सवर्णदीर्घसन्धिः भवति। इदानीं तादृशचिन्ता मास्तु महोदय, यतोहि अस्माकं लक्ष्यं किम् इति इदानीं विभक्तीनाम् अर्थः कः इति एव लक्ष्यम्। इको एणचि इति सूत्रस्य सम्यक्तया अवगमनम् इदानीं लक्ष्यं नास्ति, परन्तु तत्र कथं विभक्तेः अर्थः कः इति एव अस्माकं लक्ष्यं। परन्तु यद् भवान् वदति तत्तु सम्यक् एव, असवर्णे अचि, अस्तु भगिनि, हा असवर्णे इत्युक्ते इदानीं पुनः वक्तव्यं सवर्णः इत्युक्ते किम् इति वक्तव्यं, तर्हि अतः एव तत् तत् त्यजामः इदानीम्। अस्तु अस्तु, तर्हि तदनन्तरम् आगमः इत्यस्मिन् विषये तत्र लुङ्ग्लङ्ग् रिङ्ग् ष्वडुदातः इति सूत्रे वयं दृष्टवन्तः, तत्र आगमः तत्र अपठत् इति आदौ आगमः आगच्छति, इदानीं तावत् पर्याप्तम्। तदनन्तरम् आगमाः किञ्चितेव प्रायः गते सप्ताहे अपि उक्तमासीत्, आगमः कथं ज्ञायते आगमः अस्ति न वा इति चेत् तत्र तकारः यत्र यत्र प्रथमाविभक्तिः अस्ति सूत्रे, तत्पदं तस्मिन् पदे यदि तकारः अस्ति, टवर्गस्य प्रथमवर्णः अथवा ककारः अस्ति, कवर्गस्य प्रथमवर्णः अथवा मकारः पवर्गस्य पञ्चमवर्णः अस्ति चेत् तत्र सङ्केतः अस्ति, आगमः इति सङ्केतः। अतः इदानीम् अत्र लुङ्ग्लङ्ग् रिङ्ग् ष्वडुदात्तः इति सूत्रे अङ्गस्य अट् उदात्तः लुङ्ग्लङ्ग् रिङ्ग्षु इति अस्ति, तर्हि अट् इति आगमः अस्ति, अङ्गस्य इति अस्ति। इदानीम् अङ्गस्य इत्युक्ते अत्र अस्मिन् पट् इति धातुः इति स्वीकुर्मः, पट् धातोः आदौ अकारः आगत्य उपविशति, तर्हि अपठत् इति रूपं, तदपि प्रथमाविभक्तिः आगमः। तदनन्तरं नामकरणं, प्रथमाविभक्तिः इत्युक्ते कुत्रचित् नामकरणमपि भवितुम् अर्हति, तादृश बहूनि सूत्राणि सन्ति आग यत्र नामकरणम् अस्ति, कुत्रचित् गुसंज्ञा, घीसंज्ञा, अत्र अस्माकम् उदाहरणमस्ति सुप्तिङन्तं पदम् इति, अत्र एतेन सूत्रेण पदसंज्ञा भवति। सम्पूर्णसंस्कृतभाषायां पदं द्विविधं, तिङन्तं पदम् अथवा सुबन्तं पदम्, तर्हि पदसंज्ञा एतेन सूत्रेण एव भवति। अतः यस्य अन्ते सुप् प्रत्ययः अस्ति अथवा यस्य अन्ते तिङ् प्रत्ययः अस्ति तस्य पदसंज्ञा भवति एतेन सूत्रेण, यथा अत्र अस्माकम् उदाहरणम् आसीत् रामयोगः सु इति प्रत्ययः, रामः इति नामपदमस्ति, वयं सर्वे जानीमः रामः इति पदमस्ति. केन सूत्रेण? सुप्तिङन्तं पदम् इति सूत्रेण. एवमेव वदति इति अपि पदमस्ति. वदति इत्यस्मिन् अन्ते ति इति भागः, तिङ् तिङ् प्रत्ययः अस्ति, तस्यापि पदसंज्ञा भवति एतेन सूत्रेण. तर्हि तत्सर्वं दृष्टवन्तः. तदनन्तरं पञ्चमीविभक्तिः, पञ्चमीविभक्तिः इत्युक्ते परकार्यम् इति अपि दृष्टवन्तः. तत्र अस्माकम् उदाहरणरूपेण सूत्रम् आसीत् रसाभ्यां नोनः नोणः समानपदे इति सूत्रमस्ति. तर्हि तस्मिन् सूत्रे रसाभ्याम् इति पदं कीदृशपदम्? अत्र रामनाथन् महोदय वदतु. पञ्चमी द्विवचनं. हा, पञ्चमी द्विवचनं. तर्हि तस्य अर्थः कः? रेफः शकारः. रेपः शकारः. तत्र पञ्चमीविभक्तेः अर्थः कः? पञ्चमीविभक्ते भवति चेत् कार्यं पूर्वं निमित्तं परम्. कार्यं पूर्वं निमित्तं परम् इति वा? चिन्तयतु. हा, परकार्यं. कार्यं पूर्वं नास्ति, कार्यं परं. सारि, कार्यं परं निमित्तं पूर्वं. निमित्तं पूर्वं. तर्हि रेवः अथवा शकारः पूर्वम् अस्ति चेत्, यतोहि रसाभ्याम् इति अस्ति, तर्हि पञ्चमी द्वि पञ्चमी द्विवचनम् अस्ति. रसाभ्याम् इत्युक्ते तस्मात् परे कार्यं भवति. नकारस्य पूर्वम् अस्ति चेत् नकारः नकारः भवति समानपदे. हा, सत्यं, समीचीनं. तर्हि रेपः अथवा शकारः अस्ति, तस्य अनन्तरं, साक्षात् अनन्तरं, मध्ये किमपि न स्यात्, साक्षात् अनन्तरं दन्त्यनकारः. नो इति पदेन दन्त्यनकारः. नो इति पदं कीद अत्र नो इत्यस्य विभक्तिः का? षष्टि नः. न न, प्रथमदन्त्य दन्त्यनकारः. दन्त्यनकार नो नो अस्ति चेत् नः एव रेफस्य विसर्ग. हा, तत् समीचीनं, परन्तु नो इत्यस्य विभक्तिः नः इत्यस्य विभक्तिः नः. षष्टिविभक्ति भगिनि. हा, नः इति नः इति षष्टिविभक्तिः अस्ति. अनन्तरं णः प्रथम नकारं प्रथमः स्थाने नः अस्ति भवति. हा, अत्र सम्यक्तया उच्चारणीयम्. अत्र नः इति दन्त्यनकारः अस्ति, नः इति षष्ट्यन्तं पदमस्ति. अनन्तरं मूर्धन्यणकारः णकारः तत्र प्रथमविभक्तौ अस्ति. मूर्धन्यणकारः प्रथमविभक्तिः, दन्त्यनकारः षष्टिविभक्तिः. हा, तर्हि दन्त्यनकारस्य स्थाने मूर्धन्यणकारादेशः भवति. कदा भवति? रेफः वा शकारं वा पूर्वम् अस्ति चेत्. हा, पूर्वम् अस्ति चेत्. हा, अपि च सूत्रे अन्यत् अपि पदमस्ति, समानपदे इत्यपि अस्ति. समानपदे अस्ति चेत् एकमेव पदम् अस्ति चेत् एव नकारः नकारः नत्वं भवति. पदं द्वे पदम् अस्ति चेत् न. समीचीनम्, एकस्मिन् एव पदे. तर्हि तत्र गते सप्ताहे एकः प्रश्नः आसीत्, तत्र तादृश उदाहरणम् अस्ति वा इति. अत्र पश्यतु, प्रयोगः नयनम् इति अस्ति. प्र इति उपसर्गः, अनन्तरं नयनम् इति ल्युडन्तं पदमस्ति. तर्हि तत्र प्रयोगः नयनम् इत्यस्मिन् पदे अत्र मीना भगिनी वदतु. प्रयोगः नयनं मम नाम एव उदाहरणं रामनाथन् द्विपदे द्विपदौ नत्वं न भवति. हा, समीचीनं महोदय, रामनाथन् द्विपदम् अस्ति, तत्र नत्वं न भवति. सम्यक् सम्यक्, परन्तु इदानीम् अस्माकम् उदाहरणमस्ति प्रयोगः नयनम्. अत्र मीना भगिनी वदति वा, प्रयोगः नयनम् अत्र रसाभ्यां नोणः समानपदे इति सूत्रेण नत्वं भवति वा? प्रणयनम् इति भवति अस्ति. हा तत्र तत्र नत्वम् एतेन सूत्रेण भवति वा? समानपदम् अस्ति प्रणयनं शाभ्यां नूनः अत्र प्रणयनं प्रणयनं भवति वा भगिनि? एतेन सूत्रेण भवति वा? एतेन सूत्रेण रषाभ्यां रेपमस्ति, नयनं नकारमस्ति, समानपदमेव अस्ति, तस्मात् निमित्तमस्ति, तस्मात् एकेन सूत्रेण प्रणयनम् इति भविष्यति इति चिन्तयामि. अस्तु, अत्र विजयलक्ष्मी भगिनी भवती किं वदति? एकक्षणं महोदय, विजयलक्ष्मी भगिनी भगिनी वदति, विजयलक्ष्मी भगिनी वदतु. प्रणयनम् इति पृच्छति वा? प्रणयनं रषाभ्यां नोणः समानपदे इति सूत्रेण भवति वा नत्वम्? प्रथम नकारस्य नत्वं भवति, द्वितीयनकारस्य न प्रथमनकारस्य नत्वम् एतेन सूत्रेण भवति वा रषाभ्यां नोणः समानपदे? रामनाथन् महोदय वदतु. प्रा उपसर्गं नयनं भिन्नभिन्नपदं नत्वं न भवति. हा सम्यक् सम्यक्. अत्र पश्यतु, अत्र पश्यतु, प्र इति उपसर्गः अस्ति, प्र अपि पदमस्ति, अनन्तरं नयनम् इति अपि पदमस्ति, भिन्नभिन्नपदमस्ति, अतः समानपदे नास्ति, एकस्मिन्नेव पदं न एकं पदं नास्ति, अतः रष्टाभ्यां नूनः समानपदे इति कार्यं तत्र न भवति, यतोहि पदद्वयं वर्तते. अस्तु अस्तु, तर्हि तर्हि एतावता स्पष्टम् इति मन्ये. तर्हि अग्रे सर्वेम इदानीम् अस्माकं तृतीयविभक्तिः इत्यस्मिन् विषये. भगिनि, प्रणयनं पदे प्रा उपसर्गः अस्ति, परन्तु प्रायुक्त नयन बिकम्स् वन् सिङ्गल् वर्ड् नो, समानपदे एव किल? न न न समानपदे नास्ति, पदद्वयं वर्तते, पदद्वयं वर्तते, तत्र समासः भवति भगिनि, समासः भूत्वा एकं पदं भवति, तथापि तथापि पदद्वयं वर्तते. तत्र णत्वं भवति परन्तु भिन्नसूत्रेण भवति, एतेन सूत्रेण नास्ति. अस्तु भगिनि, अस्तु समीचीनं. तर्हि अत्र अन्ये के के विलम्बेन आगतवन्तः, नाम उचितं? ललिता, लता विद्यारण्य अस्मि. नमस्कारः ललिता भगिनी, नमस्कारः. नमस्कारः. अन्य कोऽपि? नमस्कारः भगिनि, राधिका अस्मि. नमस्ते भगिनि. क्षम्यतां, किञ्चित् भ्रमः आसीत्. कस्मिन् विषये? कस्मिन् न न न कस्मिन् फ्री कान्फरेन्स् काल् मध्ये आगन्तव्यम् इति 2000 भाषा इति अस्ति, किमपि आसीत् तथा एव. चिन्ता मास्तु. अस्तु अस्तु अस्तु अस्तु अस्तु. तर्हि अनन्तरं सावित्री तु अस्ति, न श्रूयते, किमपि न श्रूयते, ध्वनिः न जाने किमर्थं भवत्याः लैन् मध्ये क्लेशः अस्ति भगिनि, पश्यतु तत्र किम् अस्ति इति. प्रायः तत्र आडियो सेटिङ्ग्स् मध्ये किञ्चित् किमपि परिवर्तनं करणीयं, नो चेत् भवत्याः पार्श्वे हेड्सेट् अस्ति वा? हेड्सेट् धारयतु भगिनि कृपया. ध्वनिः अस्ति, बहु ध्वनिः अस्ति, कृपया म्यूट् करोतु भगिनि, बहु ध्वनिः अस्ति. अस्तु, अस्तु, तर्हि इदानीम् अत्र तृतीयविभक्तिः इति पश्यामः. अत्र वेङ्कटरामन् महोदय पठति वा तृतीयविभक्तिः? अहम् अन्म्यूट् करोमि. महोदय गतवान्. अस्तु, तर्हि अग्रे अत्र महादेवन् महोदय पठति वा? अस्ति भगिनि, अहमस्मि. हा, पठतु पठतु महोदय. तृतीयाविभक्तिः संयोजनं सूत्रे यस्य वर्णस्य तृतीयाविभक्तिः भवति सः निर्दिष्टेन वर्णेन सः संयुक्तः इत्यर्थः. तत्र निर्दिष्टं कार्यं तस्मात् पूर्वम् अपि परमपि अर्हति, परन्तु अयं तृतीयाविभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत्. अग्रे पठामः वा? हा, अग्रे पठतु, उदाहरणं पठतु. स्तोः श्चुनाश्चुः सकारस्य तवर्गस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति. शकारस्य चवर्गस्य च योजनेन स्तोः षष्ठ्यन्तं स्तुना श्चुना तृतीयान्तं श्चुः प्रथमान्तं स्तोः श्चुनाश्चुः संहितायाम्. अस्तु, अत्र अत्र वदतु किम् अस्ति. यदा सामान्यलोके विभक्त्याः अर्थः अर्थात् भिन्ना भवति, तत्र पाणिना यत् दत्तं विभक्तिरूपेण इति तस्याः अर्थः भिन्नः भवति. वयं दृष्टवन्तः प्रथमान्तम् इति आगमः वा आदेशः वा नामकरणं वा भवतु इति, अनन्तरं षष्ट्यन्तं पदं स्थानम् इति सूचयति, पञ्चम्यन्तं पदं तस्मात् परं कार्यं भवति, षष्ट्यन्ते क्षम्यतां सप्तम्यन्ते यत्पदमस्ति तस्मात् पूर्वं कार्यं भवति. तृतीयाविभक्ति पाणिनिना दत्तम् इति तस्याः अर्थः संयोजनम् इति. सूत्रे यस्य वर्णस्य तृतीयाविभक्तिः भवति सः निर्दिष्टेन वर्णेन सः संयुक्तः इत्यर्थः. यत्पदं तृतीयान्तं तृतीयाविभक्त्यन्तम् अस्ति तत्पदं तत्पदेन पूर्वं वा परं वा योजनं भवति. यदा वयं उदाहरणं पश्यामः, स्तोः श्चुनाश्चुः, स्तोः इति स्तु इति प्रातिपदिकस्य षष्ट्यन्तम् एकवचनपदं, श्चुना एतत् श्चु पदस्य तृतीयाविभक्ति एकवचनपदं, श्चुः तद् प्रथमान्तं पदम्. यत्र सकारस्य तवर्गस्य परे तवर्गस्य वर्णैः सकार चवर्ग वर्णैः योजनं भवति, तत्र सकारतवर्गस्य वर्णानां स्थाने सकारचवर्गीयवर्णानां क्रमशः भवति. समीचीनं महोदय, बहु सम्यक् अस्ति. अत्र किञ्चित् एव वदामि यतोहि अत्र नूतनपदानि सन्ति. स्तोः इति अस्ति, स्तोः इति तत्र एकम् इङ्गितम् अस्ति पाणिनीयव्याकरणशास्त्रे, एकम् इङ्गितम् अस्ति. अत्र चु इति वदामः चेत् चवर्गीयवर्णाः इति अर्थः. तु इति वदामः चेत् तवर्गीयवर्णाः, पु इति वदामः चेत् पवर्गीयवर्णाः, तत्र संक्षेपः अस्ति. पु इत्युक्ते पवर्गीयवर्णाः, चु इत्युक्ते चवर्गीयवर्णाः, पु इत्युक्ते कवर्गीयवर्णाः, टु इत्युक्ते कवर्गीयवर्णाः इति अत्र संक्षेपः अस्ति. तर्हि अत्र स्तोः इति अस्ति, सकारः अनन्तरं तु, तयोः योजनं. तर्हि अत्र स्तु इति प्रातिपदिकं, यथा अत्र गुरु इति प्रातिपदिकम् अस्ति चेत् तत्र षष्ठी एकवचनं किं भवति? गुरोः. हा, गुरोः इति अस्ति. एवमेव अत्र स्तु इति अस्ति प्रातिपदिकं. स्तु इत्युक्ते सकारः, अनन्तरं तु इत्युक्ते तवर्गीयवर्णाः इति अर्थः. तु इति संक्षेपः अस्ति. तर्हि स्तु तस्य एकवचनम् अस्ति स्तोः. यद्यपि अत्र अत्र बहवः वर्णाः सन्ति, तथापि अत्र पाणिनिः एकवचने एव प्रदर्शयितुम् इच्छति इति कृत्वा तत्र एकवचने एव अस्ति. स्तोः इति षष्ट्यन्तं पदमस्ति. तदनन्तरं श्चुना इति पदं, श्चुना इति पदं पश्यामः चेत् तत्र तालव्यकारः अस्ति. तदनन्तरं चु इत्युक्ते चवर्गीयवर्णाः. तर्हि गुरु इति प्रातिपदिकम् अस्ति चेत् तस्य तृतीया एकवचनं किं भवति? गुरुणा. गुरुणा. हा, एवमेव चु इति प्रातिपदिकम् अस्ति चेत् शकारः, तालव्यशकारः, अनन्तरं चु, श्चु. तर्हि तस्य तृतीया एकवचनं भवति श्चुना इति. तदनन्तरम् अत्र शुना इति तृतीयान्तं पदम् अस्ति. तदनन्तरम् अत्र श्चुः इति अस्ति. श्युः पुनः तत्र श्युः इति शकारः, अनन्तरं च वर्गीयवर्णाः, तयोः तत्र मिलित्वा श्चु इति प्रातिपदिकं, तत्र एकव प्रथमाविभक्तौ एकवचने श्चुः इति रूपं. तर्हि आहत्य त्रीणि पदानि सन्ति, तेषां विभक्तिः का इत्यपि इदानीं जानीमः. तर्हि इदानीम् अर्थः कः इति अवगन्तव्यः. अत्र स्तोः इति षष्ट्यन्तं पदम्, अतः स्थाने इति अवगच्छामः. स्थाने इत्युक्ते सकारस्य स्थाने अथवा तवर्गीयवर्णानां स्थाने. अत्र तवर्गीयस्य अवर्गस्य कश्चन वर्णः, कश्चन वर्णः अस्ति चेत् तस्य स्थाने किं भवति इति चेत् श्चुः भवति. श्चुः इति प्रथमान्तं, श्चुः इति भवति इत्युक्ते अत्र क्रमेण भवति. सकारस्य स्थाने तालव्यशकारः, तवर्गीयवर्णस्य स्थाने तत्र च वर्गीयवर्णादेशः भवति. कदा भवति? अत्र श्चुना इति अस्ति. श्चुना इति तृतीयान्तं पदं, तृतीयान्तं पदम् इत्युक्ते अत्र तृतीयाविभक्तिः इत्युक्ते अर्थः अस्ति संयोजनं, संयोगः, स्पर्शः, सम्बन्धः, यत्किमपि भवतु. तर्हि अत्र तालव्यशकारः अथवा च वर्गीयवर्णस्य सम्पर्कः यदा सकारस्य अथवा तवर्गीयवर्णेन सह यदा सम्पर्कः भवति तदा श्चुः भवति इति अर्थः. इदानीम् अत्र गीता भगिनी अत्र उदाहरणं पठति वा? पठामि भगिनि. उदाहरणं पूर्वकार्यम् अन्यत् योगः च अन्यच्च, परकार्यं यच् योगः नः, यच् योगः न्य योगः अह यज्ञः. अत्र प्रथम उदाहरणे किम् अस्ति? प्रथम उदाहरणे अन्यत् अन्यत् पदस्य अन्तिमवर्णः त अस्ति, त व्यञ्जन अस्ति. तस्य पूर्वं च अस्ति, तस्य अनन्तरं योग अनन्तरं बोत् टुगेदर् अन्यच्च भवति. समीचीनं भगिनि. अत्र पश्यतु, अन्यत् इति पदस्य अन्ते तकारः अस्ति. तकारः स्तोः इति अस्ति वा? तकारः तवर्गीयवर्णः खलु. तकारः तवर्गीयवर्णः अस्ति, तदेव स्थानी खलु. हा, स्थानी, तदेव स्थानी. स्तोः इति अस्ति सूत्रे, तदेव सकारः अथवा तवर्गीयवर्णः अस्ति चेत् तदेव स्थानी. अत्र अन्यत् इति पदे तकारः अस्ति, तदेव स्थानी अस्ति. तस्य अनन्तरं चवर्ग्यवर्णः अस्ति, शुना इति चवर्ग्यवर्णः अस्ति. शुना इत्यनेन तृतीयविभक्तिः इत्युक्ते सम्बन्धः, यदा ताल्वे शकारः अथवा चवर्गीयवर्णस्य सम्बन्धः, यदा अकारस्य अथवा तवर्गीयवर्णेन सह यदा सम्बन्धः भवति, तर्हि अत्र पूर्वं भवतु परं भवतु यत्किमपि भवतु, तर्हि च इति अस्ति. अन्यत् योगः च, तर्हि च एव निमित्तमस्ति अत्र. च इति तकारस्य अनन्तरम् अस्ति, अतः च इत्यस्य प्रभावेन तकारस्य स्थाने तालव्य शकारादेशः भवति, च इति आगच्छति. तर्हि रूपमस्ति अन्यच्च, इत्युक्ते तत् क्रमेण भवति. तवर्गीयवर्णः अस्ति चेत् तत्र च वर्गीयवर्णादेशः भवति. तकारस्य स्थाने चकारः, दकारस्य स्थाने महाप्राणचकारः, अनन्तरं तकारस्य स्थाने महाप्राणचकारः, दकारस्य स्थाने जकारः, अनन्तरं महाप्राणधकारस्य स्थाने महाप्राणझकारः, नकारस्य दन्त्यनकारस्य स्थाने ञकारः इति क्रमेण आदेशः भवति. तवर्गस्य स्थाने क्रमेण च वर्गीयवर्णादेशः भवति. तर्हि अत्र अन्यच्च इति उदाहरणे चकारः च वर्गीयवर्णः अस्ति, तस्मात् पूर्वम् इदानीं तवर्गीयवर्णः अस्ति इति कृत्वा तवर्गीयवर्णस्य स्थाने च वर्गीयवर्णादेशः भवति इति कृत्वा तकारस्य स्थाने चकारः, अन्यच्च इति रूपम्. अत्र कोऽपि प्रश्नः वा भगिनी? प्रश्न, पूर्वं भवती योजनं कृतवती इति पदम् इङ्गितम् इङ्गितम् अहं न अवगच्छामि भगिनि. इङ्गितम् इत्युक्ते तत्र सूत्रेषु तादृश अत्र सूत्र यदि पाणिनीयसूत्रम् अवगन्तुम् इच्छति चेत् तत्र इङ्गितम् इत्युक्ते संक्षेपः, इण्डिकेशन् अस्ति. सूत्रेषु तस्य अर्थः भवति तवर्गीयवर्णाः इति संक्षेपः अस्ति, समरैस् फार्म्. अस्तु, अब्रिवेशन्. इट् डजन्ट् मीन् ओन्ली फार् दिस् कैण्ड् आफ़् अब्रिवेशन्, एनी अब्रिवेशन्? नो, अत्र तु इत्युक्ते तवर्गीयवर्णः इति इङ्गितः अथवा संक्षेपः अस्ति. सूत्रेषु यत्र कुत्रापि पाणिनीयसूत्रेषु सामान्यतया चु इति पश्यति चेत् अत्र चु चोः कुः इति एकं सूत्रमस्ति, चु इति अस्ति. चु इत्यस्य षष्ट्यन्तं षष्टिविभक्तिः भवति चोः. तर्हि चोः इत्युक्ते वयं चोः इति सूत्रे पश्यामः चेत् तत्र चु इति अर्थः भवति इति अवगच्छामः. चु इत्युक्ते च वर्गीयवर्णाः, च छ झ झ ञ इति. आं भगिनि, सर्वे प्रत्याहार अपि च इङ्गितम् अस्ति सन्ति. हा, प्रत्याहारः अपि संक्षेपः इङ्गितः एव. सम्यक्, प्रत्याहारः अपि संक्षेपः एव. अस्तु, धन्यवादः भगिनि. भगिनी, मम एकः प्रश्नः अस्ति. निर्दिष्टेन इति अस्ति खलु, इत्युक्ते सम्यक्तया न अवगच्छति निर्दिष्टेन इत्युक्ते अर्थः कः? हा, सूत्रस्य यस्य वर्णस्य तृतीयविभक्तिः भवति सः निर्दिष्टेन वर्णेन सह संयुक्तः इति अर्थः. तर्हि अत्र अन्यत् योगः च इति पश्यामः चेत् च इति पदस्य एव तृतीयाविभक्तिः अस्ति खलु चुना इत्यनेन, तर्हि च इत्यस्य तृतीयाविभक्तिः अस्ति. अत्र निर्दिष्टः वर्णः अस्ति तवर्गीयवर्णः. अत्र अस्मिन् उदाहरणे निर्दिष्टः वर्णः अस्ति तवर्गीयवर्णः तकारः, अन्यत् इत्यस्मिन् पदे. तर्हि त इत्यस्य इति वर्णेन सह तृतीयाविभक्तिः यस्य पदस्य अस्ति तादृशपदं तत्र निर्दिष्टपदेन सह संयुक्तः भवति, इत्युक्ते सम्पर्कः भवति, सम्बन्धः भवति. इदानीं पश्यति चेत् अन्यत् इति तकारः अस्ति, तस्य अनन्तरं चकारः अस्ति, तयोः सम्बन्धः अस्ति, अतः अत्र कार्यं भवति. इत्युक्ते निर्दिष्टेन इत्युक्ते सम्बन्धेन इति अर्थः खलु? हा, निर्दिष्टः इत्युक्ते अत्र तवर्गीयवर्णः अस्ति, तवर्गीयवर्णः एव निर्दिष्टः. सूत्रे स्थाने किमस्ति सूत्रे? स्तोः सूत्रे तकारः अत्र. हा, तदेव निर्दिष्टः वर्णः. यस्य षष्टिविभक्तिः अस्ति तदेव निर्दिष्टः वर्णः. स्तोः इति निर्दिष्टः वर्णः अस्ति, तस्य सम्बन्धः अथवा सम्पर्कः शुना इत्युक्ते तालवेशकारः अपि च वर्गीयवर्णः, तेन सह यदा सम्पर्कः भवति तदा कार्यं भवति. भगिनी निर्दिष्टेन निमित्तम् इति वक्तुं शक्यते वा? निर्दिष्टः इत्युक्ते अत्र तु निमित्तं नास्ति, अत्र तृतीयाविभक्तिः एव निमित्तम्। निर्दिष्टः इत्युक्ते पर्टिक्युलर् लेटर् नो, निर्दिष्टवर्ण सूत्रे निर्दिष्ट, अत्र सूत्रे निर्दिष्टः वर्णः षष्ट्यन्तं पदम् पर्टिक्युलर् स्पेसिफिक्, सूत्रे किम् अस्ति इति दृष्ट्वा निर्दिष्टः वर्णः स्तोः। सूत्रे तथा एव उक्तं खलु, सकारस्य अथवा तवर्गस्य स्थाने किमपि भवति तदेव निर्दिष्टः वर्णः। एतावत् अपि भवितुम् अर्हति वा? अत्र तवर्ग अपि प्रथमवर्णः अस्ति तवर्गीय, च वर्ग प्रथमवर्णः अस्ति, तादृशं वा न तु अन्यद् इति दकार अपि भवितुम् अर्हति, तादृशमपि सम्यक् वा? न, सूत्रे तु शुना इति पदेन तृतीयाविभक्तिः अस्ति खलु, शुना, तर्हि शुना इति तृतीयाविभक्तिः इत्युक्ते सूत्रेषु शुना इत्यस्य अर्थः अस्ति संयोजनम्, संयोगः इत्युक्ते शुना इत्यस्य सम्पर्कः, श्चु इति पदस्य सम्पर्कः यदा स्तु इति पदेन सह भवति तदा एव कार्यं भवति। भवत्याः प्रश्नः प्रायः न अवगतः। न न, एकक्षणं भगिनी एव वदति, एकक्षणं एकक्षणं भगिनी वदतु। न न, लता भगिनी न न, अन्या अन्या भगिनी वदति, वदन्ती आसीत् खलु। अत्र उदाहरणमध्ये अन्यत् तत् पदस्य तकारः योगः च द्वयोः तत्तत् वर्गीयप्रथमवर्णः अस्ति, तादृशम् एव भवनीयं वा, न तु अन्यद् योगः च अपि सम्यक् वा इति वक्तुं शक्यते चेत्? न न, अत्र अत्र एका परिभाषासूत्र सूत्रमस्ति भगिनि, यथा सङ्ख्याम् अनुदेशसमानम्, तेन सूत्रेण क्रमेण एव भवति, न तु स्तवर्गस्य स्थाने जकारः अथवा तवर्गस्य स्थाने अन्यत् किमपि वर्णः, अत्र क्रमेण भवति, अत्र अत्र पारिभाषिकसूत्रम् आगत्य सहायं करोति, अतः तवर्गस्य स्थाने क्रमेण च वर्गीय वर्णादेशः भवति। तस्य कार्यमपि एतत् निर्दिष्टेन पदम् अन्तर्भूतः वा? निर्दिष्टेन पदम् अत्र तु अत्र निर्दिष्ट निर्दिष्टम् इति पदं तस्य विशिष्टः अर्थः नास्ति भगिनि, अत्र निर्दिष्टम् इत्युक्ते सूत्रे निर्दिष्टम् इति पदं नास्ति खलु, अत्र व्याख्याने एव वयं निर्दिष्टः इति पदं पश्यामः। निर्दिष्टः इत्युक्ते सूत्रे कः कीदृशपदं निर्दिष्टं पदम् इति चेत् स्तुः इति एव निर्दिष्टं पदं, तस्य स्थाने एव कार्यं भवति, अतः अत्र तु तकारः एव निर्दिष्टः वर्णः, तवर्गीयवर्णः अत्र उदाहरणेषु तवर्गीयवर्णाः अथवा सकारः अस्ति चेत् तदेव निर्दिष्टः वर्णः। अस्तु अस्तु, धन्यवादः। अस्तु, अग्रिम उदाहरणमस्ति अत्र यज्योगः नः, तत्र अग्रे अत्र श्री श्रीधर् महोदय नास्ति, अत्र प्रिया भगिनी वदति वा? आं भगिनि, यज् नः यज् योगः ञकारः योगः अह यज्ञः, अत्र परकार्यम् इति लिखितम्। अत्र यज् इति पदस्य यज् इत्यस्मिन् अन्ते जकारः चवर्गीयवर्णः अस्ति, तृतीयवर्णः चवर्गीयतृतीयवर्णः अस्ति, नः इति पदस्य नकारः तवर्गीय पञ्चमवर्णः अस्ति, तत् स्तोः स्थाने नकारस्थाने चवर्गीय पञ्चमवर्ण ञकारः आदेशः भवति। अत्र सम्यक्, अत्र द्वयोः उदाहरणयोः भेदः कः? उदाहरणे कार्यं पूर्वं भवति, तकारः निमित्तं परम् अस्ति, कार्यं पूर्वम् अस्ति. सम्यक्. निमित्तं किम् अत्र? अत्र च निमित्तं छवर्गीयवर्णः. क्षम्यतां. सत्यं सत्यं. च इति चकारः एव अत्र निमित्तम् अस्ति, परन्तु तत्र कार्यं पूर्वं भवति. केवलं सम्पर्कः अस्ति, छवर्गीयवर्णस्य सम्पर्कः अस्ति तवर्गीयवर्णेन सह, तत्रापि कार्यं भवति, पूर्वं भवति कार्यम्. अस्मिन् उदाहरणे अत्र तु जकारः निमित्तम् अस्ति, तत् अत्र पूर्वम् अस्ति, कार्यं नः स्थाने भवति. इदानीं चवर्गीयवर्णः पूर्वम् अस्ति, कार्यं परम् अस्ति. अतः यत्र सूत्रेषु, अत्र सामान्यतया सूत्रेषु तृतीयविभक्तिः न पश्यामः. सूत्रेषु सामान्यतया षष्टिः भवति, सप्तमी भवति, पञ्चमी भवति, प्रथमा भवति, तादृशमेव बहुत्र पश्यामः. बहु विरलतया एव तृतीयविभक्तिः पश्यामः यथा अत्र. क्षम्यताम्. वदतु. Yeah, I'm still here, but sorry to be speaking English. Are you sharing a screen? I'm not able to see anything on the screen. So I'm not able to, I mean, I'm guessing that you're actually showing something which participants are reading? No. Aham kimapi na darshayami. Atra mama email madhye ekam karapatram asti. There is a karapatram. I have actually sent a link. If you have that link. I'm supposed to open that. Open that link. And then you scroll down, go to section E. Okay. Tatra stohoshchunashchuhu iti sutram asti. Okay, sure. Okay, I'll open that. Okay, sorry for interrupting. And I'm still here. I'm doing my best to follow. Avagachati va? Partially. Asu. Anantram maam email, mahyam email prashyetu prashnaha santi chet. Okay. If you have questions, send me email later on. Okay. Okay. Yeah, I can follow what you're saying, but I'm not able to follow the lesson very well. But let me see if I'm able to. Yeah. Open the Karapatram. I think I'm sure you'll follow. Astu. Okay. Thank you. Tarhi atra agre. Tarhi etavata spashtam asti va. Atra yatra tritiya vibaktihi asti sutreshu. तत्र कार्यं पूर्वम् अपि भवितुमर्हति, परमपि भवितुमर्हति. अत्र उदाहरणं दृष्ट्वा अवगन्तुं शक्नुमः. सूत्रेषु तृतीया अस्ति चेत् निमित्तं परमपि भवितुमर्हति, पूर्वमपि भवितुमर्हति. तदेव वैशिष्ट्यम् इत्युक्ते पञ्चमी सप्तमी द्वयोः मिलित्वा तृतीया पूर्वमपि भवति, परमपि भवति. भगिनी, एकः सन्देहः अत्र. अन्यत् प्लस् अन्यत् योगः च अन्यात् च इट् हेस् बिकम् दो इन् दिस् सन्धि कार्य हेस् हेपन्ड् सो केन् वि से इन् द पूर्वपद आफ् द सन्धि दट् पूर्वकार्यं हेपन्स् एण्ड् इन् अनदर् एक्साम्पल् इन् द परपद परकार्यं हेस् हेपन्ड् केन् वि अण्डर्स्टाण्ड् लैक् देट् आल्सो एक्साक्ट्लि तदेव अस्ति अत्र यत्र यस्य क्रिया अस्ति तस्मात् पूर्वमपि कार्यं भवितुम् अर्हति तस्य अनन्तरमपि कार्यं भवितुम् अर्हति इदानीम् अत्र अन्यत् योगः च इति अस्ति तस्य अनन्तरं न इति पदम् अस्ति चेत् तत्र पूर्वमपि कार्यं भवति परमपि कार्यं भवति इदानीं त्रीणि पदानि सन्ति इति चिन्तयामः चेत् तस्मिन् सन्दर्भे तत्र पूर्वं भवति परमपि भवति वयं सन्धिकार्ये पूर्वपद परपद इति फेमिलियर् सन्ति किल अत्रापि पूर्वकार्यं स्थले पूर्वपदे कार्यं भवति इति अवगन्तुम् ईजियर् न तथा न वदामि किमर्थं चेत् भगिनि कृपया म्यूट् करोतु भगिनि ध्वनिः अस्ति प्रतिध्वनिः अहं पूर्वपदे इति सर्वत्र न वदामि यतोहि सन्धिकार्यं केवलं पदे एव भवति इति नास्ति खलु यत्र यज्योगः नः इति तत्र पदं नास्ति यज्ञः इति एकं पदम् अस्ति यज् इति धातुः अस्ति तस्य अनन्तरं तत्र प्रत्ययः अस्ति अतः अपदान्ते अपि कार्यं भवति सन्धिकार्यम् यतः पदं पूर्वपदं परपदम् इति सर्वत्र न वक्तुं शक्यते, परन्तु कुत्रचित् वक्तुं शक्यते, तत्र अन्यत् योगः च तत्र पदमस्ति, पूर्वपदं परपदं परपदं, परन्तु यज्योगः नः तत्र पूर्वं पदं नास्ति. यदि अपि देर् वी केन् यूस् दट् ऐ मीन् अण्डर्स्टाण्ड् दट् पूर्वपदे इट् हेपन्स्. हा हा तत्र हा तत्र भवितुम् अस्तु अवगतम्. अस्तु हा तर्हि अग्रे अत्र सुमन् भगिनी पठति वा. आं भगिनि म्यूट् मध्ये. अत्र अन्तिमवाक्यं पठित्वा अग्रे पठतु. अस्तु. अतः निर्दिष्टं कार्यं निमित्तात् पूर्वम् अपि परम् अपि अर्हति, परन्तु अयं तृतीयविभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत्. अहं दृष्टवन्तः तृतीया विभक्ति अस्ति चेत् पूर्वकार्यम् उदाहरणम् अन्यच्च, नो चेत् परकार्यम् उदाहरणं यज्ञः भवितुं शक्नोति. अन्तिमवाक्यं सम्यक् न वक्तुं शक्नोमि, कथं वदनीयं भगिनि? परन्तु न अत्र अत्र निर्दिष्टं कार्यम् इति कार्यम् इत्युक्ते किम्? अत्र सुते कार्यं किम् अस्ति? आदेशः. न आदेशः अस्ति, परन्तु तत्र कस्य स्थाने किम् अस्ति? सकारस्य स्थाने शकारः, तवर्गीय व्यञ्जनानि स्थाने च वर्गीय व्यञ्जनानि. हा तर्हि अत्र अत्र कार्यमस्ति तवर्गीयवर्णस्य स्थाने अथवा सकारस्य स्थाने कार्यम् अस्ति. अत्र निमित्तं किम्? शकारः नो चेत् च वर्गीय वर्णः. हा तर्हि शकारः अथवा च वर्गीयवर्णः पूर्वं भवतु अथवा परं भवतु तर्हि कार्यं भवति. कार्यं कस्य स्थाने भवति? सकारस्य अथवा तवर्ग्यवर्णस्य स्थाने कार्यं भवति. यदि निमित्तं पूर्वं भवतु परं भवतु कार्यं भवति इति तृतीयविभक्तेः अर्थः अस्ति. इत्युक्ते केवलं यस्य पदस्य तृतीयविभक्तिः अस्ति तादृशपदं यदि तस्य सम्बन्धः भवति सकारस्य अथवा तवर्गीयवर्णेन सह तत्र कार्यं भवति. अतः एव संयुक्तः इत्युक्ते संयोगः सम्बन्धः अस्ति. संहितायामपि भवितुं शक्नोति? संहितायामपि अस्ति. अत्र सन्धिकार्यम् अस्ति अतः संहितायां यत्र सामीप्यम् अस्ति तत्र एव कार्यं भवति. इत्युक्ते मध्ये व्यवधानं किमपि न स्यात्, मध्ये किमपि अन्यत् किमपि न स्यात्. अस्तु तर्हि अग्रे पठतु. एकनिमिषं. सो लुकिङ्ग् इट् द एक्साम्पल् आफ् स्प्लिटिङ्ग् इट् अन्यत् प्लस् च, हियर् तु हेस् कम् इन् द पूर्वपद तवर्ग एण्ड् यज् प्लस् नः na has come in the parapada, so that is also tavarga pada. So since there is no question of sakara here, we have to consider takara, which is in the earlier word anya and in the next word naha, so there only the change occurs, we can understand. No satyam tatraiva parivartanam. Ha okay. Atra sakarasya udaharanam nasti, agre kadachit pashyamah sakarasya udaharanam. Okay, thank you. Suman bagni agre patatu. अस्तु. व्याख्यानस्य आकृतिः. यदा सूत्रस्य विवरणं दीयते अस्माकं संस्कृतव्याकरणं इति जालस्थाने तदा व्याख्याने कश्चन क्रमः वर्तते. स च क्रमः सदा समानः भवति. सूत्रस्य अर्थः प्रथमम् अस्ति, प्रथमबिन्दुः अस्ति. सूत्रस्य अर्थः एकस्मिन् वाक्ये वाक्यद्वयं वा सूत्रस्य अर्थः कः इति उक्तम्. अस्तु, द्वितीय अस्ति समासानां विग्रहवाक्यं। बहुषु सूत्रेषु समासाः सन्ति, सन्ति चेत् तेषां विवरणं दीयते। अग्रे पठामि, अग्रे अपि पठतु। अस्तु, तृतीय अस्ति सूत्रे पदानां विभक्तयः। सूत्रे प्रत्येकं पदस्य विभक्तिः का इति उच्यते। तावत् वदतु। अस्तु, इदानीं तु सूत्रं कथं पठनीयम् इति वयं पठामः। इदानीं जालपुटे सूत्रं महोदय ददाति चेत् सः किं करोति इति सूत्रस्य सूत्रे के के पदानि सन्ति इति विग्रहवाक्यं करोति। समासः अस्ति चेत् पदानां विभक्तयः अपि ददाति। सूत्रस्य अर्थं किम् इति, इको यणचि इत्युक्ते किम्, इकः स्थाने यण् आदेशः भवति इति वदति। समीचीनम्। इत्युक्ते अत्र अस्माकं जालस्थाने यत्र वयं करपत्राणि स्वीकृत्य पठामः, तत्र आयोजनं कथम् अस्ति, कथं प्रदर्शितं सूत्रस्य विवरणम् इत्यस्मिन् विषये अत्र प्रथमतया सूत्रस्य अर्थः इत्युक्ते सरलरीत्या सूत्रस्य अर्थः कः इति एकस्मिन् वाक्ये प्रथमतया वदति। तदनन्तरं सूत्रे समासाः सन्ति चेत् समासानां विग्रहवाक्यमपि वदति, विवरणं भवति। तदनन्तरं सूत्रस्य सूत्रे कति पदानि सन्ति, प्रत्येकं पदस्य विभक्तिः का इति अपि उच्यते। यथा अत्र इको एणचि इति सूत्रं वयं दृष्टवन्तः, इको एणचि इति सूत्रं पश्यति चेत् अत्र आदौ अस्ति करपत्रे इको एणचि, तत्र पश्यति चेत् तत्र इकः स्थाने यण् आदेशः भवति अचि परे संहितायां विषये इति प्रथमवाक्यं, तदेव सूत्रस्य अर्थः अस्ति सरलरीत्या। तदनन्तरम् अस्मिन् सूत्रे समासाः न सन्ति, अतः समासस्य विवरणं किमपि नास्ति। तदनन्तरम् इकः यण् स्यात् असवर्णे अचि परे इति सूत्रस्य फलितार्थः इति, तदपि सूत्रस्य अर्थः एव, अत्र इतोपि विवरणम् अस्ति सूत्रस्य अर्थस्य विषये। तदनन्तरं समासः सन्ति चेत् समासस्य विवरणं भवति, अत्र समासः नास्ति अतः तस्य विवरणं किमपि नास्ति। तदनन्तरं विभक्तीनां विभक्तयः, अत्र सूत्रे काः विभक्तयः सन्ति, अत्र इकः इति षष्ट्यन्तं, यण् प्रथमान्तम्, अचि सप्तम्यन्तम् इति विभक्तीनां विवरणं। तदनन्तरं अग्रे किम् अस्ति इति इदानीं पश्यामः। अग्रे अत्र चतुर्थः बिन्दुः सूत्रे अनुवृत्तिः इति, अत्र राधिका भगिनी पठति वा? अस्तु भगिनि, सूत्रे अनुवृत्तिः श्रूयते वा? हा श्रूयते भगिनि। अस्तु अस्तु, धन्यवादः। सूत्रे अनुवृत्तिः, आधिक्येन कानिचन पदानि पूर्वतनसूत्रेभ्यः अपेक्षितानि, सूत्रार्थस्य पूरणार्थं पाणिनिः सूत्रस्य लघुत्वम् इच्छति, तदर्थम् एषां सूत्राणां समानप्रकारककार्यं भवति, तानि सूत्राणि अष्टाध्याय्याम् एकस्मिन् स्थले सङ्गृहीतानि भवन्ति। अनेन एतस्मिन् स्थले इत्युक्ते एतस्मिन् प्रकरणे प्रथमे सूत्रे किञ्चित् पदम् अस्ति, तत् पदं पुनः द्वितीये सूत्रे न दीयते, अस्माभिः मनसि तत् पदम् आनेतव्यं। यथा रामः वदति अहम् आपणं गच्छामि, श्यामः वदति अहमपि, वयं द्वयोः सम्भाषणं श्रुत्वा अवगच्छामः यत् श्यामस्य आशयः अहमपि आपणं गच्छामि इति। यद्यपि श्यामः केवलम् अहमपि इत्यवदतं वदत्, तथापि वयं तस्य अर्थं पूरयामः मनसि, त तादृशम् अर्थपूर्णं पाणिनिः इच्छति सूत्रविषये. यानि पदानि न उक्तानि यतः पूर्वतनसूत्रेषु दत्तानि तानि अस्माभिः आनेतव्यानि. तादृशपदस्य अनुवृत्तिः अस्ति इत्युच्यते. व्याकरणस्य अस्मिन् भागे इमानि पदानि दीयन्ते. अत्र यत् उक्तम् इत्युक्ते सूत्रम् इति लघु अस्ति, अतः पुनः पुनः एकमेव पदं न आगच्छति. अतः पूर्वं यत् पदम् उक्तं तत् तत् पदम् अन्य सूत्रे न आगच्छति. वयं किं ज्ञातव्यम् इत्युक्ते पूर्वस्मिन् सूत्रे किं वयं पठितवन्तः तत् तत् मनसि निधाय अग्रे अग्रे पठनीयम् इति. सम्यक्. अत्र उदाहरणं किम्? अत्र उदाहरणमस्ति, रामः वदति अहम् आपणं गच्छामि इति. श्यामः अनन्तरम् आगच्छति, सः वदति अहमपि इति. अत्र श्यामः सम्पूर्णतया वक्तव्यं चेत् सः वदति अहमपि आपणं गच्छामि इति, परन्तु तथा न वदति सः. सः केवलम् अहमपि इति एव वदति. वयं किं ज्ञातव्यम् इत्युक्ते पूर्वस्मिन् वाक्ये रामः वदति आपणं गच्छामि इति, सो अतः श्यामः अपि आपणं गच्छति इति वयं ज्ञातव्यम् इति उदाहरणं. सम्यक् सम्यक् भगिनि, समीचीनमस्ति. अत्र पाणिनीयशास्त्रे शास्त्रेषु अनुवृत्तिः इत्यस्य बहु महत्त्वं वर्तते. अनुवृत्तिः इत्युक्ते अनुवर्तनं इत्युक्ते अत्र अस्माकं पाणिनीयशास्त्रे लक्ष्यं किम् इति चेत् लाघवमेव लक्ष्यमस्ति. सर्वत्र सूत्रं लघु स्यात् इत्येव लक्ष्यं. तर्हि तत्र तदर्थं पाणिनिः किं करोति इति चेत् एकं उक्त्वा तदनन्तरं द्वितीयसूत्रं यदा वदति, द्वितीयसूत्रे यदि भगिनी सम्यक् न श्रूयते, भवत्याः ध्वनिः सम्यक् नास्ति. भगिनी सम्यक् न श्रूयते. अस्तु अस्तु, पुनः आगच्छामि, न जाने वर्तं, पुनः आगच्छामि. इदानीं श्रूयते किम्? आम् भगिनि. अस्तु अस्तु, तर्हि अहं किं वदामि इति चेत् पाणिनीय शास्त्रेषु लक्ष्यं किम् इति चेत् लाघवं लक्ष्यं, सूत्रं लघु स्यात्. अतः यदि पदस्य आवश्यकता नास्ति तस्य उच्चारणं न भवति. इत्युक्ते अत्र एकं सूत्रमस्ति, तस्मिन् सूत्रे कानिचन पदानि सन्ति. तदनन्तरं द्वितीयं सूत्रमस्ति, द्वितीयसूत्रे पूर्वस्मात् सूत्रात् यानि पदानि आवश्यकानि तानि पुनः न उच्यन्ते. अतः द्वितीयं सूत्रं तद् द्वितीयसूत्रस्य अर्थस्य अवगमनार्थं वयं किं कुर्मः, पूर्वस्मात् सूत्रात् कानिचन पदानि वयम् आनयामः. तानि पदानि आनयित्वा वयं द्वितीयसूत्रस्य अर्थं पूरयामः. यथा अत्र अस्माकं सरलरीत्या चिन्तयामः चेत् यदि कोऽपि वदति, रामः वदति अहम् आपणं गच्छामि, इदानीं चिन्तयतु प्रथमं सूत्रमस्ति अहम् आपणं गच्छामि इति सूत्रमस्ति. इदानीं तत्र द्वितीयं सूत्रम् इति चिन्तयतु, श्यामः आगत्य वदति अहमपि इति द्वितीयसूत्रं. यदि वयम् अष्टाध्यायी स्वीकृत्य पश्यामः चेत् अत्र द्वितीयसूत्रमस्ति अहमपि इति. यदि अहमपि इति एव पश्यामः चेत् तत्र अर्थबोधः न जायते खलु. अहमपि इत्युक्ते किं? तत्र किम् अहं न अवगच्छामि, अहमपि इत्युक्ते किम्? तर्हि तस्य अर्थस्य पूर्णार्थं वयं किं कुर्मः, पूर्वं सूत्रमस्ति, प्रथमं सूत्रमस्ति, अहम् आपणं गच्छामि इति अस्ति. तर्हि वयं किं कुर्मः, प्रथमसूत्रात् तत्र पदद्वयं वयं द्वितीयसूत्रे आनयामः. तर्हि आपणं गच्छामि, आपणम् इति एकं पदं, गच्छामि इति अन्यत् पदं, पदद्वयं वयं स्वीकृत्य द्वितीयसूत्रे स्थापयामः अर्थस्य पूर्णार्थम्. इदानीम् अनुवृत्तिसहितसूत्रं भवति अहम् अपि आपणं गच्छामि इति द्वितीयसूत्रं भवति. तर्हि द्वितीयसूत्रम् अनुवृत्तिसहितसूत्रम् अहमपि आपणं गच्छामि इति पश्यामि चेत् इदानीम् अर्थबोधः जायते. ओ, श्यामः वदति अहमपि आपणं गच्छामि. अतः सर्वत्र पाणिनीयसूत्रेषु एतादृशपद्धतिः अस्ति, येन अर्थस्य पूर्णार्थं वयं कानिचन पदानि पूर्वस्मात् सूत्रात् आनयामः. तदेव अनुवृत्तिः इति उच्यते. अस्तु, साक्षात् पूर्वस्मात् सूत्रेषु सः न साक्षात् पूर्वस्मात् इति नास्ति, कुत्रचित् पूर्वम् इत्युक्ते पञ्चसूत्राणि वा दशसूत्राणि अपि भवितुम् अर्हति. तथा एव चिन्तयामः, परन्तु तत्र अस्माकं भगिनी म्यूट् करोतु, भगिनी बहु ध्वनिः अस्ति. वयं किं कुर्मः इति चेत् अत्र यतोहि वयम् इदानीमेव व्याकरणे पठन्तः स्मः खलु, अतः वयं तादृशं सम्यक्तया अवगन्तुं न शक्नुमः. तदर्थं वयं व्याख्यानम् अथवा टीकाग्रन्थं दृष्ट्वा अवगच्छामः. ओ अस्तु, एतस्मात् सूत्रात् एतानि पदानि अनुवृत्तानि इति अवगन्तुं शक्नुमः. अस्तु, तर्हि अनुवृत्तिः इति अनुवृत्तिः इति स्पष्टमस्ति खलु सर्वेषां कृते. अस्तु, तर्हि अग्रे अत्र ललिता भगिनी पठति वा. भगिनी प्रश्न भगिनी, हा, एतानि व्याख्यानस्य आकृतिः दत्तम् इति आकृतिः पाणिनेः न पाणिनेः दत्तं वा? न, न, पाणिनिः किमपि न दत्तं. पाणिनिः केवलं सूत्रमेव दत्तवान्, केवलं लघुरूपेण सूत्रमेव दत्तवान्. परन्तु वयं तु सूत्रं दृष्ट्वा किमपि न अवगन्तुं शक्नुमः खलु. अतः तस्य अवगमनार्थं बहवः वैयाकरणाः आगत्य टीकाग्रन्थान् रचितवन्तः. तर्हि टीकाग्रन्थेषु सामान्यतया एतादृशी आकृतिः भवति, यत्र सूत्रस्य अर्थः सर्वत्र तथा भवति इति न वदामि, परन्तु अस्माकं जालस्थाने तु अस्माकं सम्यक्तया बोधः भवतु इति कृत्वा एतादृश आयोजनमस्ति. अत्र प्रथमतया सूत्रस्य अर्थः, अनन्तरं समासस्य विग्रहः, सूत्रस्य विभक्तीनां विषयः, अर्थः, अपि च अनुवृत्तिः सर्वं. परन्तु तत्र सिद्धान्तकौमुदी इति तादृश प्रक्रियाग्रन्थे पश्यामः चेत् तत्र सूत्रस्य अर्थः भवति, समासस्य विग्रहः अपि भवति, पदानां विभक्तिः अपि भवति, सूत्रस्य अनुवृत्तिः अपि भवति, परन्तु एतादृशविवरणं न भवति. अत्र बहु सरलरीत्या अत्र एकेन वाक्येन एव सर्वम् उच्यते. अत्र तु अस्माकं जालस्थाने तु बहु विवरणम् अस्ति, किमर्थं चेत् अस्माकं बोधः सम्यक्तया भवति. भगिनी, न सम्यक् न श्रूयते भवत्याः ध्वनिः. न श्रूयते वा इदानीम्? अन्ते न श्रूयते, किन्तु अहम् अवगच्छामि. हा, न जाने किमर्थम् अद्य तथा अस्ति. हा, अस्तु, एकक्षणम्. प्रतिध्वनिः अस्ति भगिनि, मेटालिक् सौण्ड् भगिनि. इदानीं श्रूयते वा? आं भगिनि. हा, अस्तु, तर्हि अग्रे ललिता भगिनी पठतु. प्रतिध्वनिः अस्ति चेत् सर्वे कृपया म्यूट् मध्ये भवन्तु. हा, ललिता भगिनी. अस्तु भगिनि, सूत्रे अधिकारः. केषाञ्चित् विशिष्टसूत्राणां पूर्णरीत्या अनुवृत्तिः भवति बहुषु अग्रिमसूत्रेषु. अधिकारसूत्रे यावन्ति पदानि सन्ति तानि सर्वाणि मिलित्वा अपरेषु सूत्रेषु अर्थपूर्णार्थम् उपविशन्ति. अर्थस्य पूरणार्थं किञ्चन अधिकारसूत्रम् अपेक्ष्यते चेत् अत्र दीयते. वदतु. अवगच्छति वा भगिनि? Sorry, Bhaini. I am not able to explain it, but I can understand. Astu, astu. Astu, chinta nasti. Surya Kumari, Bhagini, vadati va? Ha, Bhagini. Sutra adhikara. Visishta sutra naam. विशिष्टसूत्राणां पूर्णरीत्या अनुवृत्तिः. अवगच्छति वा भगिनि? न भगिनि. अस्तु, तर्हि अत्र एकवारं पश्यामः भवत्याः लैन् कथमस्ति इति. आगच्छति वा? सावित्री भगिनी, श्रूयते वा? हा, श्रूयते. वदतु. केषाञ्चित् विशिष्टसूत्राणां पूर्णरीत्या अनुवृत्तिः भवति बहुषु अधीनसूत्रेषु. अग्रे यानि सूत्राणि तत्र वदन्ति तत्र विशिष्टसूत्राणां कृते, इत्युक्ते विशिष्टसूत्राणां सम्पूर्ण अवगाहनाय अवगमनाय तत्र अनुवृत्तिः तत्र उपयुज्यते. तत् अधिकारसूत्रे यावन्ति पदानि सन्ति तानि सर्वाणि मिलित्वा अपरेषु सूत्रेषु अर्थपूरणार्थम् उपविशति. अधिकारसूत्रे यानि पदानि भवन्ति, यानि पदानि सन्ति, तानि पदानि सर्वाणि मिलित्वा अन्यसूत्रेषु, इत्युक्ते अन्येषां सूत्राणाम् अवगमनाय, सम्पूर्णतया सूत्राणाम् अर्थ अवगमनाय अधिकारसूत्रे विद्यमानानि पदानि तत्र साहाय्यं कुर्वन्ति. एतद् अनुवृत्ति उपयोगेन, अनुवृत्ति तत्र आधारेण इति. इत्युक्ते अर्थस्य पूरणार्थं किञ्चन अधिकारसूत्रम् अपेक्षते चेत् अत्र दीयते. तस्य अर्थस्य पूरणार्थं, तस्य सम्पूर्ण अवगमनाय तत्र अर्थं सम्पूर्णतया तत्र अर्थ भवतु इति अधिकारसूत्रम् अपेक्षते चेत् अत्र दीयते. समीचीनं भगिनि. तर्हि अत्र अत्र अधिकारसूत्रम् इति अग्रे अपि आयाति. तर्हि अधिकारसूत्रम् इति चेत् अधिकारसूत्रस्य पृथक्तया किमपि कार्यं नास्ति. अधिकारसूत्रं स्वयमेव कार्यं न विददाति. अधिकारसूत्रं किं करोति इति चेत् अन्येषु सूत्रेषु आगत्य तस्य अर्थस्य पूरणं करोति. यथा अत्र अस्माकम् उदाहरणे इको यणचि इति सूत्रे संहितायाम् इति पदमस्ति. संहितायां पश्यति चेत् संहितायाम् इति पदं सूत्रे नास्ति. इको यणचि इति सूत्रे संहितायाम् इति पदं नास्ति, परन्तु संहितायाम् इत्यस्य अधिकारः अस्ति, अधिकारसूत्रमस्ति संहितायां. तर्हि यत्र यत्र सन्धिकार्यं भवति तत्र सर्वत्र आगत्य संहितायाम् इति पदम् आगत्य उपविशति. अनुवृत्तिसहितसूत्रं पश्यामः चेत् इकः येन अचि संहितायां, तर्हि संहितायाम् इति पदम् आगत्य अत्र सूत्रस्य अर्थं पूरयति. तर्हि इकः स्थाने यण् आदेशः भवति, अचि परे कदा भवति? संहितायां विषये एव भवति, यत्र सामीप्यम् अस्ति, नैकट्यम् अस्ति, तत्र एव कार्यं भवति इति उच्यते. तर्हि अधिकारसूत्रं तस्य विवरणमपि भवति अस्माकं स्थाने. अस्तु, तदनन्तरम् अत्र लता भगिनी पठतु. भगिनी, एकः प्रश्नः. यत्र यत्र किमपि सूत्रप्रसक्तिः अस्ति तत्र तत्र अपि च अधिकारः अस्ति यत्र प्रसक्तिः अस्ति तत्र तत्र अधिकारः अस्ति इति न अवगच्छामि पुनः पृच्छतु भगिनी आङ्ग्लभाषा पृच्छामि wherever there is a sutra applies then the word adhikara tells you that this is what applies no adhikara does not tell you this is what it applies so in a asmakam udaharanam asti iko yanachi iti udaharanam iko yanachi iti sutram ikaha stane yan adesha bhavati achi padeva vadati parantu kutra bhavati iti yadi atra अहं वदामि यदि इति उक्त्वा किञ्चित् बहुकालानन्तरम् वदामि चेत् तत्रापि इको यन् इति कार्यं करोति खलु तत्रापि कार्यं करोति परन्तु अत्र यावत्पर्यन्तं संहितायां पदम् अनुवृत्तरूपेण न आनयामः तावत्पर्यन्तं तत्र यत्र सामीप्यम् अस्ति तत्र एव कार्यं भवति इति न अवगन्तुं शक्नुमः अतः अधिकारसूत्रं यद्यपि तस्य स्वतन्त्रतया अपि अर्थः नास्ति परन्तु विधिसूत्रेषु आगत्य तस्य अर्थस्य पूर्तिः भवति अर्थपूर्तिः भवति अतः अधिकारसूत्रस्य आवश्यकता अस्ति अधिकारसूत्रं बहुषु सूत्रेषु आगत्य उपविशति बहुषु सूत्रेषु आगत्य पूर्णरीत्या सम्पूर्णरीत्या आगत्य उपविशति यत्र संहितायाम् इति अधिकारसूत्रमस्ति तत् सूत्रं बहुत्र सन्धिकार्याणि भवन्ति तत्र सर्वत्र आगत्य संहितायाम् इति आगत्य उपविशति भगिनि प्रत्ययः अपि अधिकारः खलु किं प्रत्ययः प्रत्ययः इति सूत्रमपि अधिकारः खलु तर्हि तृतीयाध्याये प्रत्ययः इति अपि अधिकारः अग्रे पश्यामि सत्यं प्रत्ययः इति अपि अधिकारसूत्रमस्ति धन्यवादः धातुः इति अपि अधिकारसूत्रमस्ति तृतीयाध्याये सत्यं भगिनी संहितायां पदम् एकसूत्रं संहितायाम् इति एकं सूत्रमस्ति अधिकारसूत्रम् अस्तु तर्हि लता भगिनी अग्रे पठतु सूत्रे अधिकारः केषाञ्चित् विशिष्टसूत्राणां पूर्णरीत्या अनुवृत्तिः भवति बहुषु अग्रिमसूत्रेषु अधिकारसूत्रे यावन्ति पदानि सन्ति तानि सर्वाणि मिलित्वा अपरेषु सूत्रेषु अर्थपूरणार्थम् उपविशन्ति अर्थस्य पूरणार्थं किञ्चन अधिकारसूत्रम् अपेक्ष्यते चेत् अत्र दीयते अग्रे पठतु भगिनि अनुवृत्तिसहितसूत्रम् सूत्रं वाक्यरूपेण दीयते याः अनुवृत्तयः सन्ति अपि च यानि अधिकारसूत्राणि सन्ति तानि सूत्रे अन्तर्गतं कृत्वा वाक्यरीत्या सूत्रं लिख्यते उदाहरणं यण् सन्धिः यदि योगः न तावत् वदतु तावत् वदतु अनुवृत्तिसहितसूत्रम् सूत्रे अधिकारः केषाञ्चित् विशिष्टसूत्राणां पूर्णरीत्या अनुवृत्तिः भवति बहुषु अग्रिमसूत्रेषु ओके संस्कृते एक्स्प्लेन् कर्तुं न शक्नोमि भगिनि हा हा चिन्ता नास्ति तद् अभवत् अधिकारसूत्रस्य विषये अहमेव उक्तवती इदानीम् अनुवृत्तिसहितसूत्रस्य विषये वदतु अनुवृत्तिसहितसूत्रं सूत्रं वाक्यरूपेण दीयते इवन् दिस् अधिकारसूत्रं वाक्यरूपेण एव भवति याः अनुवृत्तयः सन्ति याः सूत्राणाम् अनुवृत्तयः सन्ति अपि च यानि अधिकारसूत्राणि सन्ति ऐ थिङ्क् ऐ एम् कन्फ्यूस्ड् हियर् सूत्रम् इस् द मेन् सूत्र एण्ड् अधिकारसूत्रस् आर् अधिकार ऐ थिङ्क् अस्माकं करपत्रे आदौ इको एनर्जि इति सूत्रम् अस्ति खलु इको एनर्जि तत्र अन्तिमवाक्यं पठतु अन्तिमवाक्यं वाक्यरीत्या सूत्रं लिख्यते. न न इको एनचि सूत्रे अन्तिमवाक्यमस्ति सहितसूत्रम् अचि संहितायां. भगिनी भवती म्यूट् करोतु भगिनी, प्रतिध्वनिः अस्ति. अन्तिमवाक्यमस्ति अनुवृत्तिसूत्रम् इकः यण् अचि संहितायां, तर्हि तदेव अनुवृत्तिसहितसूत्रमस्ति. सूत्रे तु इको एणचि इति एव अस्ति, परन्तु अनुवृत्तिसहितसूत्रे अवृत्ति अनुवृत्तरूपेण यानि पदानि सन्ति तानि अपि तत्र स्थापयामः. अतः इक यण् अचि संहितायां, संहितायाम् इति पदस्य अनुवृत्तिः अस्ति. अत्र संहितायाम् अधिकारसूत्रम् अस्ति. कुत्रचित् अधिकारसूत्रं नास्ति चेदपि कानिचन पदानि अनुवृत्तिरूपेण आगच्छन्ति. भगिनी इत्युक्ते अधिकारसूत्र अनुवृत्तिसूत्रमध्ये भेदं कथं करणीयम्? अधिकारसूत्रम् इत्युक्ते अधिकारसूत्रे तु सम्पूर्णरीत्या पूर्णसूत्रम् आगत्य उपविशति बहुषु सूत्रेषु. अस्तु, हा बहुषु सूत्रेषु आगत्य उपविशति. परन्तु अनुवृत्तिसहितसूत्रम् इत्युक्ते तत्र कानिचन सूत्राणि तत्र एव केवलम् एकं पदम् अथवा द्वे पदे आगत्य तत्र अग्रिमसूत्रेषु आगत्य उपविशति. अनुवृत्तिसूत्रे तु अधिकारम् अपि भवितुम् अर्हति खलु? अनुवृत्तिसहितसूत्रे तु अधिकारसूत्रमपि भवितुम् अर्हति. अत्र अन्यत् किमपि सूत्रं ते तस्मात् सूत्रात् कस्यचित् पदम् अपि भवितुम् अर्हति. भगिनी अधिकारसूत्रम् इस् इन्कार्पोरेटेड् इन्टु द अनुवृत्तिसहितसूत्रम्. सत्यं सत्यम्, अनुवृत्तिसहितसूत्रे वयं यानि पदानि अनुवृत्तानि सन्ति तानि सर्वे स्थापनाः अर्थस्य पूर्णार्थम्. इदानीम् इको एनर्जि इति सूत्रस्य अर्थः कः इति कथम् अवगम्यते इति चेत्, अनुवृत्तिसहितसूत्रं पठामि चेत् इकः यण् अचि संहितायाम् इति पठामि चेत् तत्र अर्थबोधः जायते खलु. यतोहि ओ संहितायाम् अस्ति चेत्, सामीप्यम् अस्ति चेत् इकः स्थाने यण् आदेशः भवति अचि परे इति अवगच्छामि. अतः अनुवृत्तिसहितसूत्रे यानि यानि पदानि अनुवृत्तानि तानि सर्वाणि वयं स्थापयामः. स्थापयित्वा इदानीम् अर्थस्य बोधः भवति वा इति पश्यामः. सो अनुवृत्तिसहितसूत्रे भगिनि सूत्रम् अस्ति, यानि पदानि अनुवृत्तिः सन्ति ते अपि सन्ति, अधिकारसूत्रम् अस्ति चेत् तदपि भवति. हा, अधिकारसूत्रमपि अनुवृत्तिरूपेण एव आगच्छति. भगिनीं वदामि, प्रायः सा पृष्टवती अनुवृत्तिसहितसूत्रमपि अधिकारं वा? सूत्रे अपि अधिकारसूत्राणि भवितुमर्हन्ति अथवा अन्यदपि भवितुमर्हति. अधुना अस्तु, तर्हि अत्र अग्रे विजयलक्ष्मी पठति वा? भगिनी सन्देहः, अनुवृत्ति सूत्रे सम् वर्ड्स् आर् मिस्सिङ्ग्, वेरस् अधिकारसूत्रे नो अनुवृत्तिसहितसूत्रं कण्टेन्स् आल् द एक्स्प्लेनेशन्, अधिकारसूत्रम् इस् इन् ब्रीफ़्, इस् इट्? न अधिकारसूत्रम् इस् नाट् इन् ब्रीफ़्. अधिकारसूत्रं डज़न्ट् हेव् एन् इण्डिपेण्डेण्ट् एक्सिस्ट्, सर्वदा अन्येषु सूत्रेषु आगत्य अर्थपूर्तिः करोति, अर्थस्य पूर्तिः भवति. अतः तत्र अधिकारसूत्रेषु केवलम् एकं पदं भवतु अथवा द्वे पदे स्तः इति तादृशनियमः नास्ति. अधिकारसूत्रे बहूनि पदानि अपि भवितुम् अर्हन्ति. अत्र तस्य लक्ष्यं किम्? अधिकारसूत्रस्य लक्ष्यम् अस्ति अत्र विधिसूत्रेषु आगत्य अर्थपूर्तिः भवतु इति तस्य लक्ष्यम्. भगिनी अधिकारसूत्रं पाणिन्याः सूत्रस्य एक्स्टेन्शन् अस्ति वा? हा, पाणिनिसूत्रेषु अत्र अग्रे एव पश्यामः. बहुविधानि अस्ति सूत्राणि, तत्र पश्यामः. इदानीम् अग्रे सरेम, अग्रे पश्यामः कीदृशानि सूत्राणि सन्ति इति पश्यामः. इदानीम् अत्र अग्रे विजयलक्ष्मी भगिनी पठतु. भगिनी इन् जनरल् निमित्तं वा अनुवृत्तिनिमित्तं निमित्तं नास्ति. निमित्तमपि भवितुम् अर्हति महोदय, कुत्रचित् निमित्तमपि. अग्रे गत्वा वयम् उदाहरणानि परिशीलयामः. इदानीम् इदानीम् अग्रे सरेम. अत्र बहुविधानि सूत्राणि सन्ति. उदाहरणम् अहं मम ई पत्रे बहूनि उदाहरणानि स्थापितवती. तानि स्वीकृत्य प्रत्येकं सूत्रे कीदृश प्रत्येकस्मिन् सूत्रे कीदृशकार्यं भवति इति पश्यामः, तत्र अवगन्तुं शक्नुमः. इदानीम् अग्रे सरेम. विजयलक्ष्मी भगिनी, वदतु. अधिकारसूत्रे अधिकारसूत्र केवलम् अधिकारसूत्रं कार्यं न करोति, अन्यसूत्रस्य अवगमनार्थम् एव आगच्छति किल. सत्यं, तदेव. तस्य स्वतन्त्रतया किमपि कार्यं नास्ति. यदि अत्र यदि योगः अपि इति उदाहरणे स्वीकृत्य ओ संहितायाम् इति सूत्रम् अत्र कार्यं करोति इति न वक्तुं शक्नोमि. तस्य पृथक्तया कुत्रापि कार्यं न भवति. अत्र इको एणचि इति विधिसूत्रमस्ति, यत्र कार्यं भवति. तस्मिन् सूत्रे संहितायाम् इति पदम् आगत्य उपविशति. तत्र आगत्य यदा हि तत्र भवति, तत्र वयं सम्पूर्णतया सूत्रस्य अर्थः कः इति अवगच्छामः. अस्तु, स्पष्टं वा भगिनि? अस्तु, हा. अत्र विजयलक्ष्मी भगिनी, कृपया. प्लस् अपि ई स्थाने यकारः यद्यपि इको यणचि इकः स्थाने यण् आदेशः भवति अचि परे संहितायां विषये. इकः षष्ट्यन्तं यण् प्रथमान्तम् अचि सप्तम्यन्तं त्रिपदम् इदं सूत्रं संहितायाम् इत्यस्य अधिकारः. अनुवृत्ति सहितसूत्रम् इकः यण् अचि संहितायाम् इति. उपरितने व्याख्याने क्रमेण सूत्रार्थः अस्ति. समासस्य अभावात् समासविवरणं नास्ति. पदानां विभक्तयः दत्ताः. सूत्र अनुवृत्तिः नास्ति, अधिकारः अस्ति. अनुवृत्तिः सहितसूत्रम् अन्ते वर्तते. अत्र अनुवृत्तिः नास्ति परन्तु अधिकारः अस्ति, अतः अस्मिन् वाक्ये अधिकारः अपि अन्तर्गतः. अत्र किमपि एक्स्प्लेन् करणीयम् इति नास्ति भगिनि. यदि प्लस् अपि इकारस्य स्थाने यकारः यद्यपि, अत्र इकारः इक् प्रत्याहारे अस्ति, यकारः यण् प्रत्याहारे अस्ति. सूत्रे इक् षष्टिविभक्तौ अस्ति, अतः तस्य स्थाने कार्यं भवति. यण् प्रथमविभक्तौ अस्ति, अतः सः यकारः आदेशः आदेशरूपेण इकारस्य स्थाने आयति. अच् सप्तमी विभक्तौ अस्ति, अतः अपि शब्दस्य अकारात् पूर्वं कार्यं भवति. कार्यं किम्? ई स्थाने य आदेशः एव कार्यम्. सूत्रार्थः अवगतः खलु? अवगतः. वदतु संक्षिप्तरूपेण, वदतु किमस्ति अत्र इको यणचि इति सूत्रे. इक् यण् अच् इति त्रीणि पदानि सन्ति. इक् इति त्रीणि अपि पदानि प्रत्याहाराणि. प्रत्याहारः इकः इको इक् इति पदस्य षष्टिविभक्ति अस्ति, यण् इति पदस्य प्रथमविभक्ति अस्ति, अच् इति पदस्य सप्तमीविभक्ति अस्ति. एतस्य अर्थं कथं बोधयितुं शक्नुमः? इकः इति अस्ति चेत् इक् षष्ट्यन्तं तत्तत् स्थाने कार्यं भवति. यण् इति प्रथमविभक्ति, यण् कार्यं सूचयति. अत्र आदेशः एव कार्यम्. अच् इति सप्तमीविभक्त्याम् अस्ति. तदर्थं किम्? अच् इति पदस्य पूर्वं कार्यं भवति इति अर्थः. अत्र अधिकारसूत्रम् अपि अस्ति. किमर्थं कदा इकः स्थाने यण् यणचि भवति? संहितायां भवति. तद् संहितायां ति पदम् अधिकारसूत्रे सूत्रस्य पदम् अत्र आगत्य उपविशति. अर्थः तदा सम्पूर्णं भवति सूत्रे. समीचीनं भगिनि, सम्यक्. अत्र उदाहरणमस्ति, अत्र सूत्रे कीदृशी आकृतिः भवति. इको एणचि इति सूत्रम् उदाहरणम् अस्ति. तत्र प्रथमवाक्यम् इकः स्थाने यण आदेशः अचि परे संहितायां विषये इति अत्र अर्थः अस्ति. तदनन्तरम् अस्मिन् सूत्रे समासाः न सन्ति, अतः तस्य विवरणं किमपि नास्ति. तदनन्तरम् इकः षष्ट्यन्तं, तत्र विभक्तीनां विवरणम् अस्ति. तदनन्तरम् अस्मिन् सूत्रे यानि पदानि अनुवृत्तरूपेण आगच्छन्ति तानि अत्र सन्ति. यथा अस्मिन् सूत्रे संहितायाम् इति एकमेव पदम् अनुवृत्तिरूपेण आगच्छति. तद् संहितायाम् इति सूत्रम् अधिकारसूत्रमपि अस्ति. अधिकारसूत्रम् अत्र अनुवृत्तिसहितसूत्रम् इति पश्यामः चेत् सूत्रे एव इको एणचि इति त्रीणि पदानि सन्ति, अपि च संहितायाम् इति अधिकारसूत्रमपि आगत्य उपविशति. इदानीं वयम् अर्थबोधः इदानीं जायते. मन्ये एकं संशयः अस्ति. संहितायाम् अपि सप्तमी विभक्तिः अस्ति किल, किन्तु तत्र सामान्य अर्थः अस्ति वा? सत्यं, पाणिनिसूत्रे विभक्त्याः अर्थः किञ्चित् भिन्नः अस्ति, किन्तु संहितायां तत्र सप्तविभक्त्या अर्थः सामान्यलोके यत् अर्थः भवति तदेव अस्ति किल? सत्यं, तत्र सर्वत्र सूत्रेषु सर्वत्र सप्तमीविभक्तिः इत्युक्ते पूर्वकार्यम् इति नास्ति. अत्र सप्तमीविभक्तिः कुत्रचित् विषयसप्तमी अपि भवितुम् अर्हति. अत्र तु विषयसप्तमी अस्ति. अत्र संहितायाम् इति विषये इत्युक्ते यत्र सामीप्यम् अथवा नैकट्यं वर्तते तत्र. अतः सामान्य अर्थः अस्ति अत्र. सत्यं, भवानेव अग्रे पठतु. महोदय, महादेवन् महोदय पठतु अग्रे. अस्ति वा महोदय? महादेवन् महोदय अस्मि अस्मि, पठामि. हा पठतु. पाणिनीयसूत्राणि षड्विधानि सन्ति, संज्ञा च परिभाषा च विधिर्नियम एव च अतिदेशो अधिकारस्य षड्विधं सूत्रलक्षणं संज्ञासूत्रं येन नामकरणं क्रियते. सुप्तिगन्तं पदं द्वितीयमस्ति परिभाषासूत्रं, यत्र नियमाः नास्ति एतादृशं सूत्रम् आगत्य नियमयति. स्थाने अन्तरतमः. तृतीयः विधिसूत्रं, येन कार्यं विधीयते. इको एणचि कार्यं विधीयते. चतुर्थः नियमसूत्रं, येन पूर्वात् विद्यमानः नियमः सीमितो भवेत्. राक्षस्य पञ्चमी अतिदेशसूत्रं, येन कस्यचित् शब्दस्वरूपस्य स्वभावः परिवर्तेत. सार्वधातुकमपि इति सूत्रेण यः तिङ् नास्ति सः तिङ्द्वत् स्यात्. निद्वत्, यः नित् नास्ति सः निद्वत् भवति. निद्वत् स्यात् सात्. तदनन्तरं षष्टि अधिकारसूत्रं यस्य अनुवृत्तिः भवति बहुषु सूत्रेषु संहितायां संहितायाम् इति अधिकारसूत्रं भवति किल सत्यम् अतः पाणिनिसूत्राणि षड्विधानि सन्ति संज्ञासूत्रमस्ति परिभाषासूत्रमस्ति विधिसूत्रमस्ति नियमसूत्रमस्ति अतिदेशसूत्रमस्ति तदनन्तरम् अधिकारसूत्रमपि अस्ति संज्ञासूत्रमस्ति मध्ये येन संज्ञासूत्रेण नामकरणं क्रियते सुप्तिङ्गं पदम् इति सुबन्तं तिगन्तं पदम् इति नामकरणमस्ति अतः संज्ञासूत्रमस्ति परिभाषासूत्रमध्ये यत्र नियमाः नास्ति एतादृशं सूत्रम् आगत्य नियमयति यत्र नियमः नास्ति तस्मिन् समये एतादृशं सूत्रम् आगत्य नियमयति नियम वदति स्थाने अन्तरतमः स्थाने अन्तरतमः इति परिभाषासूत्रमस्ति अस्ति किल विधिसूत्रं विधिसूत्रमर्थात् येन कार्यं विधीयते यत् कार्यं येन कार्यं विधीयते इको एणचि कार्यमस्ति किल तत् विधिसूत्रेण ज्ञातुं शक्यते नियमसूत्रं येन पूर्वात् विद्यमानः नियमः सीमितः भवेत् सीमितो भवेत् राक्षस्य इति तत्र तस्य अर्थं येन पूर्वात् विद्यमानः नियमः सीमितः भवति भवेत् नियमः किञ्चित् संक्षिप्तं भवेत् राक्षस्य तस्य अर्थं न अवगतं हा चिन्ता नास्ति अग्रे वदतु अतिदेशसूत्रमस्ति येन कस्यचित् शब्दस्वरूपस्य येन कस्यचित् शब्दस्वरूपस्य स्वभावः परिवर्तेत सार्वधातुकमपित् इति सूत्रेण यः किञ्च नास्ति सः किङ्क्त् स्यात् यत्र तिङ्क्तं नास्ति तत्र तिङ्क्त् भवेत् अधिकारसूत्रं यस्य अनुवृत्तिः भवति बहुषु सूत्रेषु अनुवृत्तिः भवेत् संहितायाम् अनुवृत्तिः तत्र संहितायां विषये इति तस्य अर्थं भवति अस्तु समीचीनं महोदय अत्र अग्रिमसप्ताहे पुनः एतस्मिन् विषये चिन्तयामः परन्तु अत्र संक्षिप्तरूपेण वदामि सूत्राणि षड्विधानि सन्ति संज्ञासूत्रम् इत्युक्ते नामकरणं यत्र सूत्रेण किमपि नामकरणं भवति नामधेयं भवति यथा अत्र सुप्तिङ्गन्तं पदम् अथवा अत्र अदेङ्गुणः इति गुणसंज्ञा भवति गुणः इत्युक्ते किं तस्य अदेङ्गुणः इति सूत्रमस्ति संज्ञासूत्रम् अथवा वृद्धिरादैच् इति संज्ञासूत्रमस्ति इति तादृशसूत्राणि बहूनि सूत्राणि सन्ति तस्य कार्यं किम् अस्ति चेत् तत्र केवलं नामकरणमेव करोति तादृशनामकरणस्य किमर्थम् आवश्यकता इति चेत् अग्रे गत्वा यत्र एतादृशनामकरणमस्ति तत्र किमपि कार्यं विशिष्टकार्यं किमपि भवति इति अवगन्तुं शक्यते अतः तत्र पूर्णतया वदनस्य आवश्यकता न भवति सूत्रे अतः संज्ञासूत्रं तदनन्तरं परिभाषासूत्रम् इत्युक्ते यत्र सूत्रे यानि पदानि सन्ति तानि एव स्वीकृत्य वयम् अर्थस्य अवगमनं न भवति तस्मिन् सन्दर्भे परिभाषासूत्रम् आगत्य सहायं करोति सहायकसूत्रमस्ति अत्र नियमः वदति अतः परिभाषासूत्रं यथा अत्र सोहश्चुनाश्चुः इति सूत्रे अहम् उक्तवती यथासङ्ख्यम् अनुदेशसमानम् इति परिभाषासूत्रमस्ति तत्सूत्रम् आगत्य वदति अत्र स्तोः स्थाने श्युः क्रमेण भवति, तवर्गस्य स्थाने क्रमेण च वर्गे वर्णादेशः भवति. सूत्रं दृष्ट्वा तादृश अवगमनं न भवति. स्तोः श्युना श्युः इति एव पश्यामः चेत् तत्र क्रमेण भवति इति न अवगच्छामः. तर्हि अत्र परिभाषासूत्रम् आगत्य सहायं करोति. तदेव परिभाषासूत्रम्. अनन्तरं विधिसूत्रम्, एकक्षणं भगिनि, विधिसूत्रम् इत्युक्ते यत्र कार्यं विधीयते तानि विधिसूत्राणि बहूनि सन्ति. यत्र यत्र कार्यं किमपि विधीयते तत्सर्वं विधिसूत्रमेव. तत्र नियमसूत्रं, नियमसूत्रम् इत्युक्ते एकं सूत्रमस्ति, किमपि कार्यं विधीयते. तदनन्तरम् अत्र नियमसूत्रं न श्रूयते, न श्रूयते भगिनि, क्षम्यताम्. ओ, न श्रूयते वा? हा, न जाने किमर्थम् अद्य इदानीं सम्यक् अस्ति, इदानीं सम्यक् अस्ति वा? अस्तु. हा, विधिसूत्रम् इत्युक्ते येन किमपि कार्यं विधीयते तानि सूत्राणि बहूनि सूत्राणि सन्ति विधिसूत्राणि. तदनन्तरम् अस्ति नियमसूत्रं. नियमसूत्रं किं करोति इति चेत् केवलम् अत्र बौण्ड्री, सीमां स्थापयति. इत्युक्ते एकं सूत्रं किमपि वदति चेत् तदनन्तरं नियमसूत्रं वदति न न न तथा नास्ति, एतादृशकार्यं सर्वत्र न भवति, एतादृशस्थलेषु कार्यं न भवति इति कृत्वा तत्र विधिसूत्रस्य कार्यं सङ्कुचितं करोति इति नियमसूत्रमस्ति. अग्रे अग्रिमसप्ताहे उदाहरणमपि परिशीलयामः. तदनन्तरम् अतिदेशसूत्रम्. अतिदेशसूत्रम् इत्युक्ते अत्र सूत्रेषु कस्यचित् वर्णस्य अथवा प्रत्याहारस्य अथवा कस्यचित् पदस्य स्वभावस्य परिवर्तनं भवति, प्रत्ययस्य वा स्वभावस्य परिवर्तनं भवति. इदानीम् अत्र उदाहरणमस्ति, मनुष्यः अस्ति, मनुष्ये मनुष्यत्वम् अस्ति, तर्हि मनुष्यत्वम् इति साधारणधर्मः अस्ति मनुष्ये. परन्तु इदानीम् अत्र मनुष्ये अहं सिंहत्वम् अध्यारोपयामि चेत् इदानीं तस्य स्वभावस्य परिवर्तनम् अभवत् खलु. तर्हि तस्य मूलस्वभावः तु मनुष्यत्वम्. इदानीं तस्मिन् अहं सिंहत्वम् अध्यारोपयामि, तर्हि इदानीं तस्य स्वभावस्य परिवर्तनं जातं. तथैव अत्र अतिदेशसूत्रे तत्सूत्रम् आगत्य वदति, अस्तु अत्र अस्य स्वभावस्य परिवर्तनं भवतु. इत्युक्ते अत्र एकस्य स्वभावः नित् नास्ति चेत् अत्र नित्वम् अध्यारोपयामः. यथा अहम् अत्र मनुष्ये सिंहत्वम् अध्यारोपयामि, तथैव अत्र स्वभावस्य मूलस्वभावस्य परिवर्तनं भवति अतिदेशसूत्रम्. तदनन्तरम् अधिकारसूत्रम् इति तु वयं दृष्टवन्तः, यस्य अनुवृत्तिः बहुषु सूत्रेषु भवति पूर्णार्थम् इति. अत्र उदाहरणं संहितायाम् इति अस्ति. तर्हि इदानीम् अत्र स्थूलरीत्या उक्तवती, अग्रिमसप्ताहे पुनः एकवारं पठिष्यामः. अहम् इदानीम् अत्र गृहपाठरूपेण मम ई पत्रे कानिचन उदाहरणानि सन्ति सूत्ररूपेण. कृपया उदाहरणानि गृहपाठरूपेण पश्यन्तु. अत्र प्रत्येकं पदस्य विभक्तिः का, अत्र सूत्रस्य अर्थः किं भवितुम् अर्हति इति एकवारं पश्यन्तु गृहपाठरूपेण. अग्रिमसप्ताहे चर्चयिष्यामः. कुत्र अस्ति भगिनि? मम ई पत्रस्य अधोभागे आसीत्. पुनः अत्र ध्वनिमुद्रणं यदा प्रेषयामि तत्र पुनः प्रेषयामि, पश्यन्तु. भगिनि, सूत्रे षष्ट्यन्तमेव स्थाने प्रथमान्तम् इत्युक्ते नामकरणम् आदेशः अथवा आगमः, एतत् सर्वमपि परिभाषासूत्रे अस्ति वा? एतत् सर्वमपि कुत्र अस्ति परिभाषासूत्रे? एतानि कथम् अवगम्यते, अवगन्तुं शक्नुमः इति एक्स्प्लेनेशन् अस्ति, सन्ति वा परिभाषासूत्रे? हा, परिभाषासूत्राणि सन्ति, सत्यम्. अत्र विभक्तिः इत्युक्ते तस्मिन् इति निर्दिष्टे पूर्वस्य इति एकं सूत्रमस्ति, तेन सप्तमविभक्तिः इति अवगच्छामः. पञ्चमविभक्तिः इत्युक्ते तस्मात् इति उत्तरस्य, तादृशसूत्राणि अपि सन्ति भगिनि. अग्रे गत्वा पठिष्यामः. परिभाषासूत्राणां मध्ये एव अस्ति, अत्र प्रथम अध्याये एव एतानि सूत्राणि सन्ति, द्रष्टुमिच्छति चेत्. हा, परिभाषासूत्रमेव. भगिनी इदानीं तु कानिचन उदाहरणानि इति प्रेषितवती, तत्र किं करणीयं, विभक्ति का इति लेखितव्यं किम्? हा, विभक्तिः का इति अपि चिन्तनीयम्, अपि च तत्र सूत्रस्य अर्थः किं भवितुम् अर्हति. इदानीम् इको एणचि इति सूत्रं दृष्ट्वा वयं जानीमः खलु, इक् इति प्रत्याहारस्य स्थाने आदेशः भवति अचि परे इति. अहं किं कृतवती इति चेत् अनुवृत्तिः सर्वं दत्तवती, एकवाक्यरूपेण सर्वं दत्तवती. इदानीं तत् वाक्यं दृष्ट्वा सूत्रस्य अर्थः कः इति चिन्तनीयम्. अस्तु अस्तु, तर्हि अत्र स्थगयामः. प्रश्नः सन्ति चेत् पृच्छन्तु. अस्तु तर्हि, धन्यवादः, नमस्कारः. धन्यवादः. नमस्कारः.